हरिः ओम्। अगजानन पद्मार्कं गजानन महर्निशम् अनेकदन्तं भक्तानाम् एकदन्तमुपास्महे श्रीमहागणपतये नमः। गुरवे गुरवे सर्वलोकानां भीषजीववरोगिणां निजये सर्वविद्यानां दक्षिणामूर्तये नमः। अस्मद्गुरुचरणारविन्दाभ्यां नमः। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे श्रीहयग्रीवमूर्तये नमः। सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा श्रीमहासरस्वत्यै नमः। हरिः ओं। सर्वेभ्यो गुरुभ्यो नमः। हरिः ओम्। धन्यवादः भगिनि। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र शत्रन्तप्रत्ययः अपि तस्य प्रयोगः इति। तस्मिन् विषये वयं तत्र परिचयं प्राप्तवन्तः, अभ्यासान् कृतवन्तः। इदानीं केवलं तत्र अभ्यासद्वयम् अस्ति इति मन्ये। पुटसङ्ख्या अस्ति तत्र 167। अतः तत्र किञ्चित् तत्र पुनस्मरणार्थं तत्र बालकः पठति इति अस्ति चेत् तत्र उषा भगिनी रूपं किं भवति? शत्रन्तरूपं बालकः पठति। बालकः पठन् अस्ति। बालकः पठन् अस्ति। इदानीं बालकः पठति, बालकः गच्छति, तत्र किं? बालकः पठन् गच्छति इति भवति। समीचीनम्। अस्तु शोभा भगिनी, इदानीं तत्र बालिका इति आसीत् चेत् किं भवति? बालिका पठन्ती अस्ति। बालिका पठन्ती गच्छति अथवा बालिका गच्छन्ती पठति। हा, समीचीनम्। अस्तु समीचीनम्। अस्तु नरेश महोदय, इदानीं तत्र बहुवचने बालकः, बालकाः, बालकाः पठन्ति, बालकाः, बालकाः पठन्ति, बालकः अन्तः सन्ति, बालकाः पठन्तः सन्ति। इदानीं बालकाः पठन्ति, बालकः पठन्तः गच्छन्ति। हा, समीचीनं समीचीनं महोदय। अस्तु वेदा भगिनी, इदानीं तत्र बालिकाः अस्ति चेत् तत्र अभिप्रायः तत्र बालिकाः, बालिकाः सन्ति चेत् बालिकाः पठन्ति, पठन्त्यः, बालिकाः पठन्त्यः सन्ति। समीचीनम्। इदानीं बालिकाः पठन्ति, बालिकाः गच्छन्ति, पठन्त्यः बालिकाः गच्छन्ति। उत्तमं भगिनि। अस्तु समीचीनं। अस्तु अग्रे सुजाता भगिनी अस्ति खलु? महोदय नमस्कारः। महोदय नमस्कारः भगिनी। इदानीं भवती वदति वा तत्र मित्रं शत्रन्तरूपं, तत्र बालकः पठति इत्युक्ते बालकः पठन् अस्ति। इदानीं मित्रं पठति किं भवति? मित्रं पठत् अस्ति। हा, मित्रं पठत् अस्ति, समीचीनम्। इदानीं मित्रं पठति, मित्रं गच्छति। मित्रं पठत् गच्छति। हा, इति अस्ति, समीचीनम्। अस्तु अग्रे निवेदिता भगिनी, नमस्कारः। नमो नमः। नमस्कारः भगिनि। तत्र शत्रन्तरूपं बालकः पठति इति स्थाने बालकः पठन् अस्ति, मित्रं पठति इति स्थाने मित्रं पठत् अस्ति। इदानीं मित्राणि पठन्ति इति स्थाने किं भवति? पठत् इति पदस्य नपुंसकलिङ्गे पठत् इति अस्ति, तत्र बहुवचने किं भवति? पठन्तः। पुल्लिङ्गे तत् पठन् पठन्तौ पठन्तः, स्त्रीलिङ्गे पठन्ति पठन्त्यौ पठन्त्यः इति। उत्तमम्। इदानीं नपुंसकलिङ्गे पेज् 161 पश्यतु यदि न स्मरति चेत्। वन् अधोभागे अधोभागे गच्छत् गच्छति गच्छन्ति एवम् अतः मित्रं पठति इति स्थाने मित्रं पठत् अस्ति पठत् अस्ति मित्राणि पठन्ति इति स्थाने पुस्तकं नास्ति अस्तु चिन्ता मास्तु भगिनि तत्र पठन्ति तत्र गच्छत् गच्छति गच्छन्ति इति अस्ति भगिनि अथवा तत्र पठन्ति पठत् तत्र नपुंसकलिङ्गे पठत् पठति पठन्ति पठन्ति पठत् पठति पठन्ति जगत् जगति जगन्ति इति पदमस्ति खलु जगत् पदं तथैव जगत् जगति जगन्ति पठत् पठति पठन्ति इति तत्र गच्छन् गच्छत् गच्छति गच्छन्ति अतः मित्राणि गच्छन्ति सन्ति इति भवति समीचीनम् अस्तु अग्रे तत्र पुस्तकम् अस्ति नास्ति वा भगिनि भवत्याः पार्श्वे मम समीपे पी डि एफ़् अस्ति अस्तु अस्तु पी डि एफ़् मध्ये पश्यतु तर्हि तर्हि तत्र पेज् 161 नाम तत्र प्रिण्टेड् पेज् 161 पी डि एफ़् पेज् नास्ति अस्तु अग्रे सरामः तर्हि इदानीं चिन्ता मास्तु भगिनि अस्तु अग्रे सरामः तर्हि तत्र पेज् 165 कृतवन्तः इदानीं 166 इति ततः आरभ्य तत्र अभ्यासमस्ति तत्र नरेश् महोदय आरम्भं करोति वा आं महोदय अधः प्रदत्तवाक्यानि भगवद्गीतां परिशील्य उचितैः शत्रन्तशब्दैः पूरयत शब्दानि दत्तं सन्ति प्रथमयोगी सुखमश्नुते अत्र तु श्लोक 6.28 अस्ति तथा अहं चिन्तयामि योगी आत्मानं युञ्जन् सुखमश्नुते सिक्स् पायिण्ट् तत्र पूर्वमपि आसीत् खलु महोदय सत्यं सत्यं तादृशमेव अस्ति अस्तु पश्यामः तत्र 6.28 किमस्ति युञ्जन् युञ्जन् एवं युञ्जन् एवं सदा आत्मानं योगी समीचीनं योग्य युञ्जन् तत्र पूर्वस्मिन् पुटे तद् वाक्यं कुत्रापि आसीत् इति मन्ये तत्र युनक् युनक् इत्युक्ते तत्र युञ्जन् इति भवति इति मन्ये खलु अस्तु अग्रे तत्र समीचीनं महोदय अग्रे वेद भगिनि महोदय यतयः यत् पदं यतयः यत् पदं ब्रह्मचर्यं चरन्ति तदहं प्रवक्ष्ये यतयः यत् पदं ब्रह्मचर्यं चरन्ति द्रष्टव्यमस्ति यतः यत् पदं अनुचिन्तयन् युञ्जन् भावयन्तः गीतायाम् अहं पश्यामि वा तत्रैव द्रष्टव्यं यदक्षरं वेदविदो वदन्ति वेदविदो वदन्ति यद्यतयो वीता रागाः परन्तु यद् इच्छन्तो ब्रह्मचर्यं चरन्ति इच्छन्तः यतयः इच्छन्तः ब्रह्मचर्यं चरन्ति तदहं प्रवक्ष्ये इच्छन्तः यतयः ब्रह्मचर्यं चरन्ति तद् अहं प्रवक्ष्ये समीचीनं तत्र तत् इति अस्ति तद् अहं प्रवक्ष्ये, नाम अग्रे वक्ष्यामि, प्रवक्ष्ये वदिष्यामि. अतः तद् इति अस्ति, तद् नाम नपुंसकलिङ्गं, तत् पदं, तत् पदं, तद् यत् तत् तद् यत् पदं तत् पदं, हा तत् पदम् अहं प्रवक्ष्ये. समीचीनं, तथैव अस्ति भगिनि. हा यतयः इच्छन् इच्छन्तः, यतयः इच्छन्तः, तत् पदं ब्रह्मचर्यं चरन्ति, तत् पदम् अहं प्रवक्ष्ये. प्रवक्ष्ये, इदानीं समीचीनं. यतयः, यतयः इच्छन्तः, इदानीम् एकवचने किम् अस्ति? इच्छन्तः यतयः, इच्छन्तः यतयः, समीचीनम्. इदानीम् एकवचने किम् अस्ति? यति इच्छन् इच्छन् यति वा, इच्छन् इच्छन् यति, तथैव अस्ति, समीचीनं. इच्छन् इच्छन् यति, चरति इति वा, ब्रह्मचर्यं चरति, आं चरति, तस्मिन् समये चरति, सत्यं, तथैव भवति, समीचीनम्. अस्तु, अग्रे उषा भगिनी. महोदय, तत्र यतिः वा यति वा, द्रक्ष्यामि भगिनि. यतिः इति, यति इति अहं मन्ये, ह्रस्वैकारः, ह्रस्वैकारः इति मन्ये भगिनि. यतिः तत्र ध्वनि, यतयः, हरयः इति इति इतिवत्, सत्यं भगिनि, तथैव कविसदृशम् अस्ति, कविसदृशं यतिः. लेट् मी लुक् शब्दपाठ, एकवचने यतिः इति एव अस्ति भगिनि. हरिः, हरि, हरेः, यतिः, यतिः, तथैव अस्ति भगिनि. शुभं भगिनि, समीचीनं वा? हा, अस्तु, अग्रे उषा भगिनि, तृतीया. परस्परं न यं यं भावः, परस्परं न महोदय, तत् यं यं यं यं भावं कलेवरं त्यजति सः तमेव एति. न न न, यं यं वापि तदेव तदेव, यं यं भावं स्मरन् स्मरन् यं यं भावं, यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरं तं तमेव, त्यजति अन्ते कलेवरं तं तमेव इति कौन्तेय सदा तमेव इति तद्भाव भावितः. सो यं यं भावं स्मरन् स्मरन् हा स्मरन् कलेवरं त्यजितः सः तमेव एति, त्यजति सः त्यतमेव एति, एति नाम प्राप्नोति. समीचीनं भगिनि, हा स्मरन् हा भावं स्मरन् सः, सः स्मरन् सः अस्ति, बहुवचने स्मरन् स्मरन् स्मरन्तौ स्मरन्तः, हा स्मरन्तः, सः इति स्थाने सः ते, हा स्मरन्तः ते, स्मरन्तः ते इति अस्ति. अस्तु, समीचीनम्. अस्तु, अग्रे शोभा भगिनि. आं महोदय, परस्परं श्रेयः परमवाप्स्यथ वाप्स्यथ, तत्र परस्परं भावयन्तः, परस्परं भावयन्तः श्रेयः परम वाप्स्यथ, परम अवाप्स्यथ न परम एव वाप्स्यथ, परम वाप्स्यत, हा वाप्स्यत एव, हा इति अस्ति. अत्र शत्रन्त्रूपमस्ति भावयन्तः, भावयन्तः इति बहुवचने, हा तत्र परम्परं भावयन्तः. अस्तु, तत्र श्रेयशब्दस्य परं किमस्ति भगिनि, श्रेयशब्दस्य श्रेयस् प्रातिपदिकपदं, मनः मनसि वापुंसकलिङ्गपदं, श्रेयः प्रथमा विभक्ति न महोदय, किमस्ति तत्र श्रेयः तत्र, हा तत्र भगिनि, तत्र श्रेयः इति कर्मपदं आगच्छति चेत्, क्षम्यतां महोदय, कर्मपदं भवति, तत्र श्रेयः एव अस्ति खलु, श्रेयस् अस्ति चेत् मनः मनसि मनांसि, मनः मनसि मनांसि, आम् एकवचनमस्ति न, तो भावयन्तः बहुवचने रूपमस्ति न, तेषां कृते कर्मपदमस्ति, कर्मपदमस्ति तत्र श्रेयः कर्मपदम् तत्र पूर्वस्मिन् वाक्ये तत्र वाक्यद्वयमस्ति खलु भगिनी, तत्र भगवद्गीतायाः श्लोकानां वाक्यद्वयं खलु, प्रथमवाक्यं द्वितीयवाक्यं, हा तत्र उपरितनवाक्ये तत्र देवान् भावयतानेन ते देवा भावयन्तु वः इति अस्ति, अथ ते ते ते देवा भावयन्तः भावयन्तु वः अपि परस्परं भावयन्तः, तत्र नाम तत्र दस् चेरिशिङ्ग् वन् अनदर् इति अस्ति, अतः तत्र परस्परं भावयन्तः नाम देवाः अपि त्वं देवा भावयन्तः, देवाः अपि त्वं परस्परं भावयन्तः, श्रेयः परमम् अप्स्यत, हा परमाप्स्यत, परमाप्स्यत, अवाप्स्यत अस्ति वा महोदय, किन्तु तत्र एकनिमिषं वदामि, तत्र अवाप्स्यत वा अपाप्स्यत वा इति एकनिमिषं तत्र दृष्ट्वा वदामि, अवाप्स्यत परम परम अवाप्स्यत परम अवाप्स्यत वा परम अवाप्स्यत, परम अवाप्स्यत अस्तु, परं परं तत्र श्रेयः परं श्रेयः इति नपुंसकलिङ्गे, हा नपुंसकलिङ्गे अस्ति, अतः परं श्रेयः भावयन्तः अपि तत्र भावयन्तः अपि शत्रुन्तरूपम् अस्ति खलु, परस्परं भावयन्तः, हा तदेव, अतः तत्र परस्परं भावयन्तः श्रेयः परम् अवाप्स्यत, अवाप्स्यत सत्यं भगिनि, हा अवाप्स्यत, अब इति उपसर्गः आप् इति तत्र धातुः इति अस्ति, हा भवन्त्यः इति, हा वः इति युष्म आप्स्यथा इति तत्र द्विवचने द्विवचने, करेक्ट् आप्स्यथ इति द्वितीयपुरुष वर्ततां न न ते मध्यमपुरुष बहुवचनं बहुवचनं करेक्ट् बहुवचने बहुवचने मध्यमपुरुषे बहुवचने समीचीनं भगिनि, हा तदेव अस्ति, हा द्विवचने भव थः इति भवति, हा समीचीनं भगिनि, हा तथैव अस्ति, हा द्विवचने मध्यमपुरुष बहुवचनं रूपम् अवाप्स्यत अव योगः आप् इति धातुः, हा उत्तमं, तत्र लोट् लकार इति नास्ति भविष्यत्कालः खलु, आप्स्यति इति अस्ति खलु, आप्नोति इति अस्ति, आप् इति धातोः भविष्यत्कालरूपम् अस्ति आप्स्यति खलु, किन्तु तत्र महाप्राणथकारः लट् लकारे एव दृश्यते महोदय, लट् लकारे क्षम्यतां तत्र भविष्यत्काले भविष्यत्काले तदेव भवति, किमस्ति भगिनि भवान् सम्यक् एव महोदय क्षम्यताम् आप् इति समीचीनम् अतः तत्र भविष्यत्काले अस्ति भविष्यत्काले अस्तु समीचीनम् अस्तु अस्तु अस्तु समीचीनं हा अस्तु हा इदानीं समीचीनं भगिनि अग्रे नरेश महोदय ईश्वरः यन्त्रारूढानि सर्वभूतानि हृद्देशे तिष्ठति, अत्र अहं चिन्तयामि भ्रामयन् अस्ति, ईश्वरः यन्त्रारूढानि सर्वभूतानि भ्रामयन् हृद्देशे तिष्ठति समीचीनं भ्रामयन् तत्र भ्रामयन् इति किमस्ति भ्रमति इति जानन्ति खलु भ्रमति नाम इतः ततः गच्छति खलु तत्र नूतनपुरम् अस्ति नूतनस्थलम् आगच्छामः इति चिन्तयन्तु तत्र न्यूयार्क् पूर्वं न दृष्टम्, इदानीं न्यूयार्क् आगतवन्तः, तत्र इतः ततः गच्छामः न्यूयार्क् नगरे भ्रमन्ति, भ्रमणं करोति, करोति भ्रमति, इदानीं तस्य निच् निच् अस्ति, भ्रामयति, तस्य शत्रन्तरूपं भ्रामयन् नाम ईश्वरप्रेरण, ईश्वरस्य प्रेरणया वयं सर्वम् इतः ततः गच्छामः खलु, नो चेत् तत्र शक्तिः कथमस्ति अस्माकं खलु, अतः तत्र प्रेरणा तु भगवतः एव इति, अतः सः एव तत्र भ्रामयति, भ्रामयन् हृद्देशे तिष्ठति, सः भ्रामयन् हृद्देशे सः तिष्ठति इति अस्ति, समीचीनं. हा अस्तु अग्रे, हा शुभदा भगिनी नमस्कारः. पेज् 166 अस्ति भगिनि. नमस्कारः महोदय. नमस्कारः भगिनी. हा अस्तु अग्रे तत्र सुजाता भगिनी अग्रे पठति वा अग्रिमम्? आं महोदय. अस्ति अवजानन्ति मां मूढा मानुषी मानुषीं तनुमाश्रितं परं भावमजानन्तो मम भूतमहेश्वर अजानन्तः मूढाः भगवतः परं भावम् अजानन्तः मनुषीं तनुम् आश्रितम् अवजानन्ति. अतः तत्र किमस्ति अवजानन् शत्रन्तरूपमस्ति मनुषी अवजानन् तत्र अजानन्तः तत्र किम् अस्ति तत्र अजानन् मनुषी द्विवचनमस्ति महोदय न मनुषी मानुषी हा तत्र मानुषीं हा मूढाः इति एव मूढाः इति मूढाः इत्युक्ते यस्य ज्ञानं नास्ति हा अज्ञानी तत्र मूढाः अतः तत्र मूढाः कीदृशमूढाः बहुवचने अस्ति खलु मूढाः मूढाः अतः अजानन्तः मूढाः तत्र क्रियापदं किमस्ति भगवतः न न तत्र अजानन्तः इति शत्रन्तरूपं खलु अजानन्तः इति शत्रन्तरूपं कस्य क्रियापदस्य शत्रन्तरूपमस्ति अजानन्तः परं भावम् न अजानन्त पठति इति मूढाः अजानन्तः मूढाः न भगिनी तत्र पठति इति क्रियापदस्य शत्रन्तरूपमस्ति पठन् खलु पठति इति क्रियापदस्य शत्रन्तरूपं पठन् खलु तथैव पठन् अथवा पठन्तः इति तस्य पठति इति क्रियापदस्य शत्रन्तरूपम् अस्ति तथैव अजानन्तः इति शत्रन्तरूपमस्ति कस्य क्रियापदस्य इति केवलम् अजानन्तः अजानन्ति तत्र जानन्ति जानाति जानन्ति तत्र किमस्ति जानन्ति जानाति जानाति जानन् जानीतः जानन्ति इति खलु कोऽपि स्मरति वा सम्यक्तया जानाति इति क्रियापदस्य रूपाणि कानि इति ज्ञादातुः जानीतः जानन्ति जानाति जानीतः जानन्ति जानसि जानीतः जानीथ जानामि जानीवः जानीमः जानीमः हा इति अस्ति अस्तु तस्य तत्र तस्य क्रियापदस्य क्रियापदात् प्राक् तत्र उपसर्ग अस्ति आ खलु अजानन् अजानन् हा अतः तत्र अजानाति न जानाति इति इति अस्ति समीचीनं भगिनि हा अस्तु अग्रे शुभदा भगिनि अग्रिमम् एते शुक्लकृष्णे गती योगी न मुह्यति एते शुक्लकृष्णे गती न मुह्यति हा 817 अस्तु जानन् वा 817 श्लोकः कः जानन् पर्यन्तम् अहर् यद् ब्रह्मणो विदुः रात्रिं युगसहस्रान्तं ते हो रात्रि विद् जनाः नास्ति नास्ति अहं चिन्तयामि 826 अस्ति दोषः अस्ति 826 हा शुक्लकृष्णे धन्यवादः महोदय 826 अस्ति हा तर्हि जानन् समीचीनं वा शुक्लकृष्णे गतिः एते जगतः शाश्वते मते एकया यस्या अनावृत्तिम् अनन्य अवर्तते याति अनावृत्तिं याति अनावृत्तिं याति याति अस्ति वा याति अवर्तते सर्वत्र तत्र एते शुक्लकृष्णे गते गति तत्र गति योगी न मुह्यति योगी न मुह्यति तत्र प्रायशः अस्तु योगी न मुह्यति एते शुक्लकृष्णे गति गति ओ भगिनी जाननीति समीचीनम् 827 अपि द्रष्टव्यम् अस्ति 827 अस्ति अहं चिन्तयामि हा हा सत्यं महोदय 826 827 जानन् योगी मुह्यति कश्चन इति हा अतः तत्र जानन् इति समीचीनं भगिनि हा तत्र अजानन्ति भवति जानन् इति ज्ञातवती समीचीनं भगिनि अस्तु अग्रे इत्युक्ते योगी योगी जानन्ति शुक्लकृष्णे यदि तस्य मृत्युः सम्भवति ते चेत् न मुह्यति इति अर्थं वा तत्र शुक्लकृष्णे गति जानन् योगी तत्र एकनिमिषं भगिनि तत्र दृष्ट्वा वदामि किमस्ति तत्र हा सत्यं सत्यं तादृशम् अस्ति भगिनि हा तत्र जानन् योगी योगी जानाति नाम तत्र प्रथम तत्र यथा तत्र भवती उक्तवती तत्र उत्तरायणे इति तत्र एतत् सर्वं कालस्य विभागः विभागद्वयमस्ति तत्र उत्तरायणमपि दिनरात्रि इति अपि तत्र कृष्णपक्षे शुक्लपक्षे एतादृशं तत्र समयस्य विभागद्वयम् अस्ति तत्र एकस्मिन् मार्गे यदि मनुष्यः गच्छति मोक्षः मोक्षं प्राप्नोति अन्येन मार्गेण मोक्षं न प्राप्नोति पुनर्जन्मं प्राप्नोति हा पुनर्जन्म भवति इति जानन् योगी जानन्ति हा योगी जानाति योगी जानाति हा योगी जानन् सः न मुह्यति एतत् जानन् सः न मुह्यति मुह्यति नाम मनसि क्लेशः तस्य मनसि क्लेशः न भवति न भवति अतः तत्र एतत् मार्गद्वयम् अस्ति इति ज्ञात्वा अथवा जानन् योगी जानन् सः न मुह्यति अस्तु अतः तदनन्तरं तत्र अर्जुनः अपि अर्जुनेन अपि एतदेव करणीयम् इति अग्रे भगवता उक्तम्. अस्तु, समीचीनम्. अग्रे तत्र शोभा भगिनी, अग्रे भवती करोति वा? हा, मनुष्यः अभ्यासयोगयुक्तेन चेतसा परं दिव्यं पुरुषं याति. तत्र मनुष्यः अभ्यासयोगयुक्तेन चेतसा, तत्र चेतसा इति तृतीयविभक्ति, चेतसा युक्तेन चेतसा इति, अभ्यासयुक्तेन चेतसा किं करोति, कुर्वन् वा चेतसा, न धारयन् वा, मनुष्यः अभ्यासयोगयुक्तेन चेतसा अनुचिन्तयन् परं दिव्यं पुरुषं याति. अनुचिन्तयन् सः याति, अनुचिन्तयन् कान्टेम्प्लेटिङ्ग् इति. समीचीनम्. अस्तु, अग्रे नरेश महोदय. तत्त्वज्ञानी इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति नैव किञ्चित् करोमि इति मन्यते. 5.9 अहं चिन्तयामि. एट् अण्ड् नैन् आर् फैव् टु चाप्टर् अस्ति पञ्चमाध्याये, किन्तु श्लोकद्वयं, पञ्चमश्लोकः नवमश्लोकः द्वयं तत् अहं चिन्तयामि. धारयन् तत्त्वज्ञानी इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति धारयन् नैव किञ्चित् करोमि. समीचीनं, धारयन् इति, किन्तु तस्मात् प्राक् तु महोदय समीचीनम् अस्ति. तत्र एकवारं तत्र पठति वा तत्र तत् श्लोकद्वयं यदि समीपे अस्ति चेत्. आम् आम्, तत् अस्ति श्लोक नैव किञ्चित् करोमि इति युक्तो मन्येत तत्त्ववित् पश्यन् शृण्वन्स् प्रशञ्जि घ्रन्न घ्रन्नश्न गच्छन् स्वपन् श्वस्वन् प्रलपन् प्रलपन् विसृज विसृजन् गृहं गृह्णन् गृह्णन् अन्मिषन् मिषन्नपि इन्द्रियाणि इन्द्रियार्थेषु वर्तन्त इति धारयन्. अतः तत्र केवलम् एकं शत्रुन्तरूपम् इति नास्ति महोदय, बाहुल्यम् अस्ति तत्र शत्रन् सर्व तत्र शत्रुन्तमयम् अस्ति अत्र श्लोकम्. अतः तत्र पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि धारयन् इति समीचीनम्. अस्तु, अग्रे तत्र सुजाता भगिनी अग्रे. आं महोदय, चतुर्थाध्याये 21 श्लोकम्. सत्यं भगिनि, वन् मिनिट् महोदय. निराशी निराशीर्यतचित्तात्मा त्यक्त सर्वपरिग्रहः शारीरं केवलं कर्म कुर्वन् आप्नोति किल्बिषम्। निराशी यतचित्तात्मा शरीरं कर्म कुर्वन् अपि किल्बिषं न आप्नोति। कर्म कुर्वन् कुर्वन् कुर्वन् इति कुर्वति इति क्रियापदम् इति क्रियापदं कुर्वन् शत्रन्तरूपं शत्रन्तरूपं समीचीनं भगिनि। निराशिः सः निराशिः यतचित्तात्मा त्यक्त सर्वपरिग्रहः सर्वं तत्र विशेषणं निराशिः तादृश यः अस्ति सः किल्बिषं न आप्नोति कर्म कुर्वन् अपि सः किल्बिषं न आप्नोति इति अस्ति समीचीनम् अस्तु तत्र समीचीनं भगिनि उषा भगिनी अग्रे आं महोदय ऋषिकेशः अर्जुनम् इव उवाच ऋषिकेशः अर्जुनम् ऋषिकेशः प्रहसन् ऋषिकेशः अर्जुनं प्रहसन् इव उवाच ऋषिकेशः प्रहसन्निव भारत सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ऋषिकेश अर्जुनं प्रहसन् प्र उपसर्ग प्रउपसर्गपूर्वकं हसन् अस्ति वा महोदय सत्यं भगिनि उपसर्ग हसन् इति समीचीनं भगिनि हसन् प्र उपसर्ग हसति हसन् हसन् तादृश ऋषिकेशः प्रहसन् ऋषिकेशः प्रहसन् इव ऋषिकेशः उवाच समीचीनं भगिनि अस्तु अन्तिमं तत्र शुभदा भगिनी अन्तिमं करोति वा आं महोदय श्रूयते वा श्रूयते भगिनि क्षम्यते कृष्णः यः प्रयाति सः परमां गतिं याति कृष्णः स्मरन् तत्र 8:30 नास्ति खलु तत्र कृष्णं स्मरन् शब्दं न दत्तमस्ति इति मन्ये अहं न जानामि तत्र सर्वद्वाराणि संयम्य मनोहृदि निरुद्य च मूर्नि आध्यात्मनः प्राणम् आस्थितो योगधारणम् ओम् इति एकक्षरं ब्रह्म व्याहरन् माम् इति अस्ति माम् इति अस्ति कृष्णं माम् अनुस्मरन् यः प्रयाति त्यजन् देहं सः याति परमां गतिम् अनुस्मरन्नेव खलु अनुस्मरन् कृष्णम् अनुस्मरन् समीचीनं भगिनि कृष्णम् अनुस्मरन् यः प्रयाति सः परमां गतिं याति सत्यं भगिनि परन्तु कोष्टके अनुस्मरन् इति नास्ति स्मरन्नेव अस्ति स्मरन् ओ अस्तु भगिनि तत्र कोष्टके भगिनि नूतनमुद्रा भगिनि तत्र द्वादश पदानि तत्र पुरातनपुस्तके एकादश एव सन्ति खलु द्वादश नास्ति खलु नूतनमुद्रणे द्वादश पदानि सन्ति तत्र अनुस्मरन् इति दत्तम् अस्ति इदानीम् नूतनमुद्रणे अस्ति तर्हि स्मरन् अपि अस्ति अनुस्मरन् अपि अस्ति किन्तु अनुस्मरन् इति एव समीचीनं तत्र भवति तत्र माम् अनुस्मरन् माम् अनुस्मरन् देहं त्यजन् यः प्रयाति सः परमां गतिं याति किन्तु कृष्णम् इति अस्ति अतः अनुस्मरन् इति एव समीचीनं तत्र भवति उत्तमम् अस्तु अतः कृष्णः महोदय चिन्तयन् अपि च अनुचिन्तयन् अपि च जानन्ति अपि च अवजानन्ति, भेदः किमस्ति महोदय तत्र? हा तत्र द्रष्टव्यमस्ति भगिनि, तत्र वयं जानीमः तत्र उपसर्गस्य प्रयोगेन तत्र अर्थभेदः भवितुम् अर्हति खलु। आं महोदय, तत्र स्पोकन् संस्कृत् मध्ये पश्यतु भगिनि, तत्र प्रायशः प्राप्नोति, अहं न स्मरामि। हा किन्तु तत्र यदि एतादृशम् अहं न जानामि अहं किं करोमि, तत्र स्पोकन् संस्कृत् मध्ये गच्छामि, नो चेत् तत्र अष्टाध्यायी मध्ये तत्र यदि धातुं स्थापयामः तत्र उपसर्ग अर्थाः इति अपि अस्ति खलु, एकम् एकं टाब् अस्ति, जानाति वा अष्टाध्यायी डाट् काम् मध्ये? हा तत्र तत्र हिन्दीभाषायां तत्र अर्थः कः इति दत्तः अस्ति भगिनि, उपसर्ग योजनेन कीदृशपरिवर्तनं भवति इति, अतः तद् दृष्ट्वा एव। चिन्तयति इत्युक्ते चिन्तनं करोति, अनुचिन्तयन् इत्युक्ते आङ्क्सैटि इति दत्तमस्ति महोदय। अस्तु भगिनि, अस्तु, हा समीचीनं। हा अतः तत्र प्रत्येकपदस्य तत्र उपसर्गः जानीमः, किन्तु तत्र कीदृशपरिवर्तनम् इति सम्यक्तया न जानीमः महोदय, न जानीमः। अपि तत्र एकस्य पदस्य अनेके अर्थाः भवन्ति खलु, अतः तत्र सन्दर्भानुसारेण अत्र किं सम्यक् इति तत्र केवलम् अनुभावेन तत्र जानीमः। अस्तु महोदय, समीचीनं भगिनि, अस्तु अस्तु, तर्हि तत्र एतेन अभ्यासेन तत्र वयं तत्र भगवद्गीतां स्पृष्टवन्तः, समीचीनं महोदय। प्रश्नः अस्ति, निराशि मध्ये मूलशब्दं किम् अस्ति? निराशिः, निराशिः, हा तत्र निराशिन् इति चिन्तयामि भगिनि, निराशिन् नकारन्त हलन्तपदम् इति चिन्तयामि भगिनि, यतोहि निराशि इनि प्रत्ययः आशा यस्मिन्, धन्यवादः, हा आशा तत्र आशी नाम यस्मिन् आशा अस्ति इति, उदासीन तत्र तस्य शब्दस्य अर्थ उदासीनः इति नास्ति, निराशि इत्युक्ते न निराशि इत्युक्ते तत्र फ्री फ्रम् डिसैर्स् इति भगिनि, हा नाम तत्र हा इति तत्र स्थितप्रज्ञः इति अस्ति वा? स्थितप्रज्ञः इति भिन्नम् अस्ति भगिनि, स्थितप्रज्ञः इति भिन्नं न, निराशि नाम तत्र तस्य आशा नास्ति, कोऽपि अनुरागः नास्ति तस्य विषये, तत्र अनुरागः नास्ति, धन्यवादः। अस्तु अस्तु, अग्रे सरामः तर्हि, इदानीं तत्र अग्रिमे पुटे इदानीं हा यत् हा अग्रिमे पुटे यत् अस्ति तत्र क्रियापदानि दृष्ट्वा कोऽपि वदति वा तत्र कुतः एतानि क्रियापदानि चितानि इति? तत्र अधुना एव दृष्टवन्तः महोदय, पश्यन् शृण्वन् स्पृशन् अश्नन् स्वपिन् स्वपन् सृजन् गृह्णन् उन्मिषन् निमिषन् अहं किञ्चिदपि न करोमि इति, उत्तममस्ति खलु भगिनि, सम्यक् रीत्या गीतासोपाने अनेके सम्यक् विषयाः सन्ति, सम्यक्तया स्थापिताः सन्ति भगिनि, अस्तु अतः तत्र अग्रिम अभ्यासम् आरम्भं कुर्मः, तत्र शोभगिनी भवती एव आरम्भं करोति वा तर्हि? आं महोदय, यथा यथा तत् ओ अस्तु, तत्र कृत् अग्रिम इत्युक्ते सम्भाषणं मञ्जुषायां दत्तानां इति, ओ अस्तु तदेव, अस्तु, मञ्जुषायां दत्तानां क्रियापदानां शत्रन्तरूपाणि उपयुज्य वाक्यानि वदत, तत्त्ववित् अथवा तत्त्वविदः इति उपयुज्य, तत्र सर्वाणि एकवचने एव सन्ति, तत्त्ववित् अस्तु, तत्त्ववित् पश्यन् अहं न करोमि इति चिन्तयति, तत्त्वविदः पश्यन्तः अहं न करोमि इति चिन्तयन्ति, अग्रिमम् अस्ति तत्त्ववित् शृण्वन् अहं न करोमि इति चिन्तयति, तत्त्वविदः शृण्वन्तः अहं न वयं न ओ अहं न करोमि, तत्र अहमेव एकमेकं प्रत्येकम् अहं न करोमि इति चिन्तयन्ति. अस्तु, अहं न करोमि इति चिन्तयन्ति. हा, नाम प्रत्येकं स्वस्य कृते एव तत्र चिन्तनं भवति खलु. सत्यं महोदय. अतः तत्र अहं न करोमि इति एव तत्र भवति. तत्र कोटेशन् अस्ति खलु, चिन्तनम् इति, अतः तत्र चिन्तयन्ति. तत्र प्रत्येकस्य अहं न करोमि इति एव चिन्तयन्ति. चिन्तयन्ति समीचीनं. हा अस्तु, तत्र अग्रे तत्र नरेश महोदय द्वितीयं शृणोति इति शृणोति इति कृतं स्पृशति स्पृशति स्पृशति स्पृशन् तत्वित् स्पृशन् तत्र तत्त्ववित् तत्त्ववित् तत्त्ववित् स्पृशन् अहं न करोमि इति चिन्तयति. तत्विदः स्पृशन् तत्विदः तत्त्वविदः विदः स्पृशन्तः अहं न करोमि इति चिन्तयति चिन्तयन्ति. आम्, तत्विदः चिन्तयन्ति. आम् चिन्तयन्ति. अस्तु समीचीनम्. अस्तु, तत्र निवेदिता भगिनी, तत्र तत्त्ववित् पश्यन् अहं न करोमि इति चिन्तयति. इदानीं तत्र पश्यन् इति स्थाने तत्र जिघ्रति इति क्रियापदस्य शत्रन्तरूपं स्थापयतु. तत्त्ववित् जिघ्रन् अहं न करोमि इति चिन्तयति. तत्त्वविदः जिघ्रन्तः अहं न करोमि इति चिन्तयन्ति इति अस्ति. समीचीनम्. अस्तु, अग्रे शुभदा भगिनी. अश्नन् अश्नति अश्नाति क्षम्यताम् अश्नाति अश्नाति तत्त्ववित् अश्नन् अहं न करोमि इति चिन्तयति. तत्त्वविदः अश्नन्तः अहं न करोमि इति चिन्तयन्ति. समीचीनम्. अस्तु, अग्रे उषा भगिनि. स्वपन् स्वपीति न अश्नाति न न स्वपीति स्वपीति स्वपन् इति अस्ति न महोदय शत्रुन्तरूपं तत्त्ववित् श्लोकायां श्लोक आं महोदय तत्त्ववित् स्वपन् अहं न करोमि इति चिन्तयति. तत्त्वविदः स्वपन्तः अहं न करोमि इति चिन्तयन्ति इति अस्ति. अस्तु, वेदा भगिनी अग्रे. महोदय स्वपिति तत्त्ववित् श्वसन् अहं न करोमि इति चिन्तयति. तत्त्वविदः तत्त्वविदः श्वसन्तः अहं न करोमि इति चिन्तयन्ति. समीचीनम्. अस्तु, अग्रे तत्र प्रलपति तत्र शोभ भगिनी प्रलपति प्रलपति तत्त्ववित् प्रलपन् अहं न करोमि इति चिन्तयति. तत्त्वविदः प्रलपन्तः अहं न करोमि इति चिन्तयन्ति. अस्तु, सुजाता भगिनी अग्रे. आं महोदय, विसृजति विसृजन् इति अस्ति. सत्यम् इति अस्ति. तत्त्ववित् विसृजन् अहं न करोमि इति चिन्तयति. तत्त्वविदः विसृजन्तः अहं न करोमि इति चिन्तयन्ति. समीचीनम्. अग्रे तत्र नरेश महोदय अग्रे अग्रे गृह्णाति अस्ति. शत्रान्तरूपं गृहन् अस्ति. गृह्णन् अस्ति. तत्त्ववित् गृह्णन् अहं न करोमि इति चिन्तयति. तत्त्वविदः गृह्णन्तः अहं न करोमि इति चिन्तयन्ति इति अस्ति इति मन्ये. अस्तु, अग्रे तत्र शुभदा भगिनी अग्रे. उन्मिषति उन्मिषति तत्त्ववित् उन्मिषन् अहं न करोमि इति चिन्तयति. तत्त्वविदः उन्मिषन्तः अहं न करोमि इति चिन्तयन्ति चिन्तयन्ति इति समीचीनम् अस्तु अग्रे तत्र निवेदिता भगिनी अन्तिमं निमिषति तत्त्ववित् निमिषन् अहं न करोमि इति चिन्तयति तत्त्वविदः निमिषन्तः अहं न करोमि इति चिन्तयन्ति हा इति अस्तु समीचीनं हा अस्तु अग्रे सरामः तर्हि अग्रे तत्र अग्रिमे पुटे तत्र ओ अनेके जनाः सन्ति अस्तु तर्हि एकमेकं तत्र वाक्यद्वयं पठित्वा किञ्चित् प्रतिपादयति इति मन्ये अस्तु तर्हि तत्र उषा भगिनी आरम्भं करोति वा अग्रिमम् अभ्यासम् अधोलिखितं संवादं पठित्वा तत्र प्रयुक्तानां शत्रुप्रत्ययान्तपदानां परिचयं प्राप्नुत सुचित्रा अम्ब महती बुभुक्षा माता बहिः मुखं क्षालयन्तं विनीतम् आह्वय अहं द्वयोः कृते भोजनं परिवेषयामि हा अस्तु तत्र हा इदानीमेव तत्र एकवारं पठामः खलु तर्हि तत्र भवती तत्र माता तत्र वाक्यचतुष्टयं पठतु भगिनि तत्र पुनः विनीतः माता इति तावत् विनीतः अम्ब अहं शीघ्रमेव आगच्छन् अस्मि माता तव पिता इतोपि न आगतः सः अपि विलम्बं कुर्वन् अस्ति हा समीचीनम् अस्तु अग्रे तत्र सुजाता भगिनी अग्रे आं महोदय सुचित्रा प्रभाते प्राङ्गणे पाठं लिखन्ति अहं त्वं त्वरया गच्छन्तं दृष्टवती अद्य कश्चित् विशेषः अस्ति किम् विनीतः अहमपि पितरं प्रातः आरभ्य बहुषु कार्येषु त्वरां कुर्वन्तं दृष्टवान् माता सत्यम् अद्य विद्यालये कश्चित् कार्यक्रमं प्रचलन् अस्ति कार्यक्रमः प्रचलन् अस्ति तत्र तव पिता उत्तमं गायद्भ्यः छात्रेभ्यः पारितोषिकं दास्यति अपि च संस्कृतेन सम्भाषणं कुर्वतीनां विद्यार्थिनीनां प्रवासम् आयोजयिष्यति इति अस्तु समीचीनं भगिनि अस्तु समीचीनम् अस्तु अग्रे तत्र निवेदिता भगिनि अग्रे पठितुं शक्नोति वा आं प्रयत्नं करोमि अस्तु सुचित्रा प्रतिदिनं शिशुमन्दिरं गच्छन्ती मह्यं किं दास्यति पुनः कदाचित् विद्यालयं गच्छते विनीताय किं दास्यति विनीतः अस्तु भवती परिवेषयन्तीं मातरं पश्यतु सुचित्रा भवानपि चषकात् पतत् जलं वारयतु विनीतः भवती आम्ररसम् अधः पातयन्ती मा पिबतु माता अलङ्कलहेन अहम् उष्णां रोटिकां ददति अस्मि उत्तमाः बालकाः खादन्तः कलहं न कुर्वन्ति इति समीचीनं हा अस्तु भगिनि समीचीनमस्ति हा अस्तु इदानीं तत्र किं किम् अस्ति इति पङ्क्तिशः पश्यामः तर्हि तत्र शुभदा भगिनी आरम्भं करोति वा आं महोदय सुचित्रा वदति अम्ब महती बुभुक्षा. तत्र माता अपि च द्वयोः बालयोः मध्ये एकः संवादः अस्ति. तत्र तेषु सुचित्रा इति कन्या अस्ति. कन्या वदति कन्या मातां वदति मातरं वदति अम्ब इति तस्य सम्बोधनं महती बुभुक्षा सा बुभुक्षिता अस्ति सा भोजनम् इच्छति इति सा वदति. माता वदति बहिः मुखं क्षालयन्तं विनीतम् आह्वय अहं द्वयोः कृते भोजनं परिवेषयामि. माता कन्यां वदति बहिः तव तव भ्राता मुखं क्षालयन् अस्ति तं मुखं क्षालयन्तं विनीतम् आह्वय. भ्राता इति अपि स्थापयतु तर्हि तत्र भ्रातरं मुखं क्षालयन्तं भ्रातरं भ्रातरं विनीतम् आह्वय. समीचीनम्. अहं द्वयोः कृते भोजनं परिवेषयामि इति अस्ति. समीचीनम् अस्तु. अग्रिममपि हा विनीतः अम्ब अहं शीघ्रमेव आगच्छन् अस्मि. सः वदति अहं यदा भवती आहूतवती अहं शीघ्रमेव आगच्छन् अस्मि इति. समीचीनं. तत्रापि शत्रुं कृत्वा समीचीनं भगिनि. अस्तु अग्रे शोभा भगिनि. हा माता वदति तव पिता इतोपि न आगतः सः अपि विलम्बं कुर्वन् अस्ति. माता पुत्रीं वदति अथवा पुत्री अपि च पुत्रं तव पिता इतोपि न आगतः. तत्र आगतः इति तान्तपदम् अत्र कर्तृ अर्थे उक्तः. हा तत्र कर्मपदं नास्ति. हा न नाम आगतः इत्युक्ते इति तत्र तान्तपदं तत्र अर्थप्रत्ययस्य उपयोगेन कर्मविशेषणं भवितुम् अर्हति. कर्तृपदं विशेषणम् अपि भवितुम् अर्हति. अत्र पिता इति कर्तृपदं तत्र पिता आगतः न आगतः अस्ति. सः अपि विलम्बं कुर्वन् अस्ति इत्युक्ते पिता अपि विलम्बं कुर्वन् कुर्वन् इति करोति इति पदस्य शत्रन्तपदम् अस्ति. कुर्वन् इति कुर्वन् अस्ति. समीचीनं. सुचित्रा वदति प्रभाते प्राङ्गणे पाठं लिखन्ती अहं तं त्वरया गच्छन्तं दृष्टवती. अद्य कश्चित् विशेषः अस्ति किम् इति मातरं पृच्छति. प्रभाते इत्युक्ते प्रातःकाले, प्राङ्गणे इत्युक्ते तत्र गृहस्य अग्रिमभागे अथवा पार्श्वे अथवा पृष्ठभागे इति अपि मन्ये, अग्रिमे भागे इति मन्ये. तत्र यतोहि सा पितरं पुरतः तं हा गच्छन्तं दृष्टवती अतः तत्र अग्रिमभागे पुरतः प्राङ्गणे पाठं लिखन्ती अहम् अहं कीदृशी अहम् इत्युक्ते पाठं लिखन्ती अहं लिखन्ती आसं तदा तं त्वरया गच्छन्तं दृष्टवती. सः इत्युक्ते कं तं पितरं तं पितरं पितरं त्वरया गच्छन्तं दृष्टवती. सः त्वरया पितरं गतवान् गतवान् तं गच्छन्तं सा दृष्टवती त्वरया इति त्वरया गच्छन्तं दृष्टवती. हा नाम तत्र त्वरया इति कीदृश सः गच्छति इति खलु त्वरया कीदृश तत्र कीदृशं गच्छन्तम् इति प्रश्नः कीदृशमिति नास्ति गच्छन्तम् इति नास्ति किन्तु तत्र क्रियाविशेषणं तत्र त्वरया गच्छति खलु. प्रश्नः कथं भवति तत्र महोदय? प्रायशः तत्र प्रश्नः नाम तत्र क्रियाविशेषणमस्ति तत्र कथम् इति कथं कथं गच्छति वक्तुं शक्नुमः कथं कथं गच्छति सः कथं गच्छति त्वरया गच्छति गतवान् तं त्वरया गच्छन्तं दृष्टवती अद्य कश्चित् विशेषः अस्ति किम् इति मातरं पृच्छति अद्य कश्चित् इति तत्र कः योगः चित् कश्चित् कः योगः चित् तत्र विसर्गस्य अन्ते शकारः भवति विशेषः अस्ति किम् इति विशेषः इति पदस्य विशेषणं कश्चित् विनीतः वदति अहमपि पितरं प्रातः आरभ्य बहुषु कार्येषु त्वरां कुर्वन्तं दृष्टवान् सः वदति सः अपि पितरं प्रातः आरभ्य इत्युक्ते प्रातःकाले कालतः आरभ्य बहुषु कार्येषु त्वरां कुर्वन्तं दृष्टवान् सः तत्र पुनः पिता बहूनि कार्याणि कृतवान् प्रातः आरभ्य अपि च त्वरया कृतवान् अतः तस्मिन् अवस्थायां पितरं दृष्टवान् अतः तत्र त्वरां कुर्वन्तम् इति भवति तत्र कार्यं कुर्वन्तम् इति किन्तु बहुषु कार्येषु त्वराम् इत्युक्ते इति पुनः भगिनि तत्र क्रियाविशेषणं तत्र तत्र किं भवति तत्र क्रियाविशेषणस्य रूपद्वयं भवति नाम तत्र तत्र तृतीयाविभक्तिरूपं भवति नो चेत् द्वितीयाविभक्तिरूपं भवति तत्र महोदय मम चिन्तनम् अस्ति तत्र पूर्वं सप्तमविभक्ति अस्ति इत्युक्ते कार्येषु त्वरां न न न तद् तद् न तत्र त्वरां कुर्वन्तः ओ हा हा सत्यं हा तत्र त्वरां कुर्वन्तः शीघ्रेण कुर्वन्तः इति न न शीघ्रेण तत्र तृतीया नास्ति अस्तु अस्तु समीचीनं किन्तु त्वरां त्वरा कुत्र अस्ति त्वरा तत्र कार्येषु त्वरा इति सत्यं सत्यं कस्मिन् विषये हा किन्तु तत्र त्वरा इति रूपद्वयम् अस्ति खलु इदानीं तत्र त्वरया गच्छन्तम् इति अपि क्रियाविशेषणं तत्र तु तृतीया अत्र क्रियाविशेषणं पुनः त्वरां कुर्वन्तं किन्तु अत्र द्वितीया विभक्ति त्वरां त्वराम् इति किन्तु हा तत्र त्वरामिति तत्र क्रियाविशेषणमेव इति मन्ये तत्र न तु तत्र त्वरा इति कार्यं नास्ति खलु हेस्ट् इति अस्ति चेत् इत्येव हेस्टिलि हेस्टिलि तस्य विशेषणम् अस्ति वा त्वरां शोभवानी वदतु कुर्वन्तम् इति विशेषणं कस्य पदस्य विशेषणं कुर्वन्तं त्वरामेव न न कुर्वन्तम् इति विशेषणं विशेषं पितरम् इति पितरं कुर्वन्तं पितरं कुर्वन्तं पितरं किं कुर्वन्तं पितरं त्वरां कुर्वन्तं पितरं कस्मिन् विषये तत्र प्रायशः तत्र तत्र त्वरामिति क्रिया विशेषणम् इति वा अथवा कर्मपदरूपेण अपि कर्मपदम् इति मन्ये महोदय इति इति प्रायशः अस्ति अत्र अस्तु सत्यं भगिनि तदेव अस्ति इति मन्ये क्रियाविशेषणं नास्ति किन्तु तत्र त्वरया इति क्रियाविशेषणं भवेत् तत्र प्रायशः कर्मपदमेव साक्षात् कर्मपदमेव अस्ति इति मन्ये समीचीनं भगिनि तदेव अस्ति अस्तु अतः तत्र कुर्वन्तं पितरं कुर्वन् पिता कुर्वन् पिता समीचीनं समीचीनं भगिनि अस्तु अग्रे तत्र धन्यवादः एतावत् उषा भगिनी अग्रे आं महोदय माता सत्यम् अद्य विद्यालये कश्चित् कार्यक्रमः प्रचलन् अस्ति माता वदति सत्यम् अद्य विद्यालये कश्चित् कार्यक्रमः प्रचलन् अस्ति प्रचलन् अस्ति नाम प्रचलति प्रचलति. विद्यालये कश्चित् कार्यक्रमः प्रचलन् अस्ति अद्य इति माता पुत्रम् अपि च पुत्रीं दृष्ट्वा वदति. तत्र तव पिता उत्तमं गायद्भ्यः छात्रेभ्यः पारितोषिकं दास्यति. तत्र तव पिता उत्तमं गायद्भ्यः उत्तमं यः छात्रः छात्रेभ्यः न केवलम् एकछात्रः यः छात्रः सम्यक् गायति. तत्र गायद्भ्यः इति विभक्ति का भगिनि? तत्र गायद्भ्यः छात्रेभ्यः चतुर्थी अस्ति महोदय. गायद्भ्यः छात्रेभ्यः बहुवचने अस्ति. पारितोषिकं दास्यति इत्युक्ते किमपि पारितोषिकम् इत्युक्ते गिफ्ट्. समीचीनं गायद्भ्यः इति तत्र किमस्ति? यः गायद्भ्यः उत्तमः उत्तमम् इति त्यजतु. तत्र गायद्भ्यः इति किमस्ति? यः गायति अथवा गायन्. तत्र वाक्ये तत्र गायद्भ्यः छात्रेभ्यः तयोः मध्ये कः सम्बन्धः महोदय? तत्र विशेषणं विशेषम् अस्ति. हा समीचीनम्. अस्तु, तत्र विशेषं किं विशेषणं किं? विशेषणं छात्रेभ्यः अस्ति, विशेषं गायद्भ्यः अस्ति. न विशेष तत्र उत्तमः रामः इति उत्तमः बालकः अस्ति चेत् तत्र विशेषणं किं विशेषं किम्? उत्तमः विशेषणम् अस्ति महोदय. हा, अत्र गायद्भ्यः छात्रेभ्यः इति तत्र गायद्भ्यः विशेषणम् अस्ति, छात्रेभ्यः विशेषम् अस्ति. विशेषम् अस्ति, अस्तु समीचीनम्. हा, इदानीं तत्र छात्रेभ्यः इति प्रथम तत्र प्रथमविभक्तिरूपं किम् अस्ति एकवचने? छात्रः. छात्रः गायद्भ्यः इति तत्र तस्य प्रथमा विभक्ति एकवचनं किमस्ति? गायद्भ्यः गायतः अस्ति वा? गायतः गायतौ गायता अतः एव पृष्टवान्. नकारान्त अस्ति वा महोदय? न भगिनि, तत्र प्रायश अहं न जानामि किमर्थं तत्र दत्तम् इति. गायन् गायन्तौ गायन्तः इति अस्ति चेत् गायद्भ्यः इति भवति वा महोदय? गायद्भ्यः खलु? आं महोदय. अतः तत्र तदपि तत्र शतन्त्ररूपमेव अस्ति भगिनि. तत्र किमर्थं न स्थूलक्षरैः दत्तम् इति न जानामि, किन्तु गायन् छात्रः गायन्तः छात्राः चतुर्थी तस्य चतुर्थी बहुवचनं गायद्भ्यः छात्रेभ्यः पारितोषिकं दास्यति. कः दास्यति? तव पिता. लकार अस्ति तत्र. किं भगिनि? लृट् लकार अस्ति महोदय. हा सत्यं, दास्यति, समीचीनं. हा अग्रे, अपि च महोदय एकः प्रश्नः अस्ति. यः उत्तमं भी विशेषण हि है? उत्तमम् इति कस्य पदस्य भगिनि? उत्तम मतलब उत्तम गाने वाले छात्र ऐसे है ना वह? तद् भवेत्, किन्तु तत्र उत्तम इति तो फिर उत्तम का रूप जो है वो गायद्भ्यः के अनुसार क्यों नहीं चेंज हुआ? सहैव मम चिन्तनम् अपि आसीत् भगिनि. अतः एव तत्र मम मनसि किम् अस्ति तत्र उत्तमम् इत्युक्ते तत्र प्रायशः तत्र विशेषणम् इति एव अस्ति. अतः तत्र उत्तमः उत्तमम् इति भवेत् खलु? तत् किन्तु किन्तु भगिनी तत्र तत्र उत्तमं न तत्र रूपद्वयम् अस्ति भगिनि. तत्र समीचीनप्रश्नः. तत्र उत्तम इति पदम् विशेषणत्वेन अपि भवति उत्तमेभ्यः गायद्भ्यः उत्तमभ्यः गायद्भ्यः उत्तमेभ्यः उत्तमेभ्यः उत्तमेभ्यः गायद्भ्यः तदपि भवितुमर्हति किन्तु तत्र नाम तत्र उत्तमः उत्तमा उत्तमम् इति तत्र तस्य रूपमपि अस्ति विशेषणत्वेन यदि तादृशमासीत् तर्हि तत्र रूपं भवेत् तत्र उत्तमेभ्यः इति उत्तमेभ्यः छात्रेभ्यः यतोहि उत्तमः अकारान्तपदम् उत्तमेभ्यः छात्रेभ्यः इति भवेत् किन्तु उत्तमम् इति अव्ययमस्ति भगिनि अस्तु उत्तमम् इति अव्ययमपि अस्ति अतः अव्ययमस्ति इति कृत्वा तत्र अतः तत्र तस्य उत्तमम् इति तस्य रूपद्वयमस्ति एकं विशेषणत्वेन अन्यत् अव्ययत्वेन निवेदित भगिनि समीचीनं वा आमां इत्युक्ते महोदय तत्र छात्राः एव उत्तमाः इति न इति एव अस्ति तत्र पारितोषिकम् उत्तमम् इति उत्तमाः सन्ति चेत् उत्तमेभ्यः इति भवति तत्र गानस्य कृते उत्तमम् इति भवति गानम् उत्तमम् अतः तत्र किन्तु भगिनि तत्र सत्यम् उत्तमं गायन् हा किन्तु तत्रापि तत्रापि उत्तमं गायन् छात्रः इति खलु उत्तमं किन्तु तत्र उत्तमम् इति तत्र छात्रः इति पदस्य विशेषणं नास्ति किन्तु तत्र अव्ययम् इति मन्ये तत्र तत्र पारितोषकम् इत्यस्य कृते चतुर्थी केभ्यः इत्युक्ते गायद्भ्यः छात्रेभ्यः पारितोषकं दास्यति दाधातुः चतुर्थी भवति तत्र पारितोषकस्य कृते तेषां चतुर्थी उत्तमम् इति गानस्य कृते इति मन्ये सत्यं भगिनि किन्तु सत्यं किन्तु उत्तमम् इति पदं तत्र अव्ययम् इति वक्तुम् इच्छामि तावदेव उत्तममिति अव्ययम् अपि तत्र यदि छात्रः इति तस्य विशेषणम् आसीत् तत्र उत्तमेभ्यः इति भवेत् किन्तु तदपि नास्ति यथा भवती उक्तवती तत्र गायन् उत्तमं गायति छात्रः उत्तमं गायति इति तादृशरूपं भवेत् पुनः तत्र विशेषणं न भवति यद् यत्किमपि भवतु किन्तु उत्तमं तत्र तत्र अव्ययम् अव्ययम् एव भवति आम् महोदय अस्तु निवेदित भगिनि समीचीनं वा अस्तु भगिनि समीचीनम् अस्तु तत्र उषा भगिनी अन्तिमं वाक्यमस्ति खलु संस्कृतेन सम्भाषणं कुर्वतीनां विद्यार्थिनीनां प्रवासम् आयोजयिष्यति संस्कृतेन सम्भाषणं कुर्वतीनां तु स्त्रीलिङ्गे अस्ति न महोदय षष्ठी बहुवचने समीचीनं भगिनि तर्हि तत्र विद्यार्थी इत्युक्ते छात्रा अस्ति न छात्रः पूर्ववाक्यं तु छात्रेभ्यः इत्युक्ते छात्रः अपि अस्ति विद्यार्थीपि अस्ति तत्र न जानीमः भगिनि तत्र किमपि उक्तमस्ति तस्मिन् विषये बहु चिन्तनं मास्तु अस्तु छात्रः अस्ति विद्यार्थी स्त्रीलिङ्गरूपं ते इच्छन्ति इति चिन्तयतु तावदेव सम्भाषणं कुर्वतीनां विद्यार्थिनीनां प्रवासम् आयोजयिष्यति आयोजनम् इदानीं तत्र प्रश्नः तत्र कुर्वतीनां विद्यार्थिनीनाम् इति तयोः मध्ये कः सम्बन्धः विशेषणं विशेषम् अस्ति महोदय समीचीनं तत्र विशेषं किं विशेषणं किं कुर्वतीनां विशेषणं विद्यार्थिनीनां विशेषं समीचीनम् अस्तु. तत्र समानविभक्ति अस्ति वा? आं महोदय, षष्टि समानवचनं, समानवचनं, समानविभक्ति, समानलिङ्गम् अस्तु. यत् लिङ्गम् इदानीं तत्र प्रथमा विभक्ति एकवचने रूपं किम्? प्रथमा विभक्ति एकवचने कुर्वति, कुर्वति विद्यार्थिन्यः एकवचने, एकवचने कुर्वति विद्यार्थिनी, हा कुर्वति विद्यार्थिनी, विद्यार्थिनी, तत्र विद्यार्थिनी अथवा विद्यार्थी इति, तत्र विद्यार्थी इति तत्र कीदृशपदम् इति कोऽपि जानाति वा पुल्लिङ्गे? विद्यार्थी, विद्यार्थी, विद्यार्थिन् इति अस्ति खलु महोदय? हा विद्यार्थिन् नाम हलन्तपदं, धनिन् गुणिन् तादृशं, गुणिन् नाम यस्य यस्मिन् वा, गुणमस्ति सः गुणी. अत्र यस्य यस्मिन् वा विद्यायाः अर्थः, अर्थः नाम तत्र इच्छा अस्ति सः विद्यार्थी. यस्याम् अथवा यस्याः इच्छा अस्ति विद्यायाः कृते सा विद्यार्थिनी, गुणी, गुणिनी इति भवति. हा तत्र विद्यार्थिनी, तत्र कुर्वती विद्यार्थिनी, विद्यार्थिनी सम्भाषणं संस्कृतेन सम्भाषणं कुर्व करोति अथवा कुर्वती अस्ति. तासां विद्यार्थिनां, तासां प्रवासम् आयोजयिष्यति, हा तासां प्रवासम् आयोजयिष्यति पिता, तव पिता. समीचीनं भगिनि, अग्रे वेद भगिनि, ट्रिप् अस्ति न महोदय? सत्यं भगिनि, हा प्रवासः, सत्यं, हा प्रवासः इति आयोजनं करोति, करिष्यति. समीचीनं भगिनि, हा तथैव अस्ति. अस्तु वेदा भगिनि अग्रे. हा महोदय, सुचिता, प्रतिदिनं शिशुमन्दिरं गच्छन्त्यै मह्यं किं दास्यति? पुनः कदाचित् विद्यालयं गच्छते विनीताय किं दास्यति इति. तत्र अवगच्छति वा भगिनि किं? तत्र वाक्यद्वयस्य, वाक्यद्वयम् अवगच्छति वा भवती? आम् आम् आम्. सः सुचित्रा मात्रं प्रति पृच्छति, प्रतिदिनं शिशुमन्दिरं गच्छन्त्यै मह्यं, मह्यं किं दास्यति? माता तु मम मह्यं किं ददाति इति, दास्यति इति लृट्लकाररूपम् अस्ति, ददाति. समीचीनं, किन्तु कीदृशं, सा कीदृशी अस्ति? कीदृशी इत्युक्ते न जानामि महोदय, कीदृशी दत्तमस्ति. मह्यं, मह्यम् अस्ति, पदस्य विशेषणमस्ति वा? मह्यं गच्छन्त्यै मह्यं, टु मी लैक् चतुर्थी विभक्ति, गच्छन्त्यै मह्यं. समीचीनं, तत्र प्रथमविभक्तिरूपं वदतु तर्हि. तर्हि मह्यम् इत्युक्ते तत्र अहं, गच्छन्त्यै, गच्छन्त्यै तत्र गच्छन्ति, गच्छन्ति अहं, न गच्छन्ति अपि च गच्छन् अपि, न गच्छन् इति नास्ति, गच्छन्ति एव वा? अहं वा गच्छन्ति अस्ति, आमां गच्छन्त्यै इति अस्ति, गच्छन्त्यै मह्यम्, अहं गच्छन्ति प्रतिदिनं शिशुमन्दिरं गच्छन्ति अस्मि अहम्, मह्यं, मह्यं किं दास्यति, किं दास्यति पुनः अपि कदाचित् पुनः प्रतिदिनम् अहं शिशुमन्दिरं गच्छति, तदेव परन्तु, परन्तु विनीतः कदाचित् विद्यालयं गच्छति, विनीताय किं दास्यति भवती इदानीम् अवगतवती? अस्तु अस्तु, पुनः कदाचित् विद्यालयं गच्छते विनीताय, गच्छते विनीताय, गच्छते विनीताय इति चतुर्थी एकवचनं, प्रथमविभक्तिकवचनं विनीतः, गच्छन् विनीतः, गच्छन् कदाचित्, हा कदाचित् विद्यालयं गच्छन् विनीतः तस्मै किं दास्यति, कतिदिनं शिशुमन्दिरं गच्छन्ति अहं, मह्यं किं दास्यति, किं दास्यति इति सा पृच्छति. अस्तु अग्रे पृच्छति विनीतः. विनीतः अस्तु, भवती परिवेषयन्ति मातरं पश्यतु. विनीतः प्रतिपादितः तत्र अस्तु अस्तु अलम् अलम् इति. भवती भवती परिवेषयन्ति मातरं पश्यतु, मातरं परिवेषयन्ति मातरं भवती पश्यतु इति लोट्लकाररूपं किमस्ति भवति परिवेषयन्ति मातरम् इति अस्ति. परिवेषयन्ति मातरं, परिवेषयन्ति मातुः, न सारि माता, परिवेषयन्ति माता. समीचीनं, तथैव अस्ति. अस्तु समीचीनं. सुचित्रा, भवानपि चषकात् पतत् जलं वारयतु. तस्य उत्तरेण सुचित्रा वदति, भवानपि चषकात् पतत् जलं, चषके यत् जलमस्ति तत् पतति, तत् जलं वारयतु. वारयतु इत्युक्ते तत्र पतनक्रियां स्थगयतु स्थापयतु, न स्थापयतु अग्रे भवतु इति, न मा भवतु इति, वारयतु नाम तद् मा भवेत्, पतनं मा भवेत्. तत्र किमर्थं पतत् इति अस्ति भगिनि? पतत् तत्र चषकात्, चषकः न चषकात् पतत् जलं, जलं जलं जलम् इति लिङ्गं किं जलम् इति पदस्य एकवचनं न लिङ्गं लिङ्गं ओ लिङ्गं लिङ्गं नपुंसकलिङ्गं जलं पतत् अतः एव पतत् पतत् जलं जलं पतति पतत् जलम् अस्ति तत् जलं वारयतु चषकात् पतत् जलं वारयतु. अस्तु समीचीनम्. अस्तु वारयतु किम् उक्तवान् भवान्, किम् उक्तवान्? निवारयतु, निवारयतु मा भवतु इति. तत्र जलस्य पतनक्रियां तत्र स्थगयतु तत् मास्तु, तद् मा भवतु इति. अस्तु अस्तु समीचीनं. तत्र अपि च तत्र नरेश् महोदय न पठितवान् खलु अत्र? न, अहं पठामि. विनीतः, भवती आम्ररसम् अधः पातयन्ती म पिबतु. विनीतः सुचित्रां वदति, भवती आम्ररसम् अधः पातयन्ती मा पिबतु. यथा सुचित्रा आम्ररसं पातयन्ती अधः, आम्ररसम् अधः पतति अस्ति. न अधः पातयति सा पत आम्ररसं पतय पतति न. यदा सा पिबति किं भव किं करोति, अन्यत् क्रिया किं करोति सा? अस्तु अस्तु, सा पातयन्ति सा आम्ररसं पातयन्ती पिबति, आम्ररसं पिबति सा, आम्ररसं पिबति खलु, तस्मिन् समये सा आम्ररसं पातयति अपि. अधः पातयति, अधः पातयति, अतः विनीतः वदति आम्ररसम् अधः पातयन्ती मा पिबतु, तादृशं मा पिबतु. यथा सा सा पात सा पातयन्ती पिबति, अतः सः वदति पातयन्ती मा पिबतु. माता वदति अलं कलह कलहेन कलह बहु अस्ति अलं कलहेन अहम् उष्णां रोटिकां ददति अस्मि सा माता उष्णां रोटिकां आनयति ददति ततः उत्तमाः ददाति आम् आम् इति क्रियापदस्य शत्रन्तरूपं किम् अस्ति ददति स्त्रीलिङ्गे ददति अस्मिन् विषये अस्माकं क्लेशः आसीत् खलु ददन् इति अहं चिन्तितवान् किन्तु ददत् इति एव सम्यक् तत्र ददत् अस्ति पुल्लिङ्गे ददत् स्त्रीलिङ्गे ददति उत्तमाः बालकाः खादन्तः कलहं न कुर्वन्ति उत्तमाः बालकाः खादन्तं यथा ते खादन्ति तदा कलहं न कुर्वन्ति कलहं न कुर्वन्ति इति सा वदति वयं जानीमः एतत् न भवति एव ते कुर्वन्ति यद्यपि ते उत्तमाः उत्तमाः बालकाः न सन्ति गृहे न कोऽपि बालकः अथवा बालिका उत्तमः अथवा उत्तमः अस्ति बहिः तु सन्ति महोदय अत्र उत्तमाः बालकाः खादन्तः तत्र उत्तमाः इति विशेषणं दत्तमस्ति बालकाः विषये उत्तमाः इति पूर्वं वयं पश्यन्तः न उत्तमं गायद्भ्यः छात्रेभ्यः तत्र समीचीनं समीचीनं भगिनि तत्र उत्तमम् इति अव्ययम् आसीत् अत्र समीचीनमस्ति उत्तमाः इति विशेषणम् अस्ति उत्तमः इति विशेषणं रूपं स्वीकृतं सत्यं भगिनि उत्तमः बालकः उत्तमाः बालकाः इति समीचीनं भगिनि तथैव अस्ति अस्तु सर्वे समीचीनमस्ति अतः तत्र वयं बहु किमपि कृतवन्तः अद्य अग्रे तत्र किञ्चित् तत्र शत्रन्तरूपाणि तत्र किम् अद्य पद्यं पद्यमस्ति तदनन्तरं सूक्तिः अस्ति तदनन्तरं तत्र वयं शानज् प्रत्ययान्तानां प्रयोगः कथं भवति इति द्रक्ष्यामः तर्हि अग्रिमे सप्ताहे अस्तु तर्हि तत्र निवेदिता भगिनी तत्र भवती तत्र तत्र प्रार्थनां शान्तिमन्त्रं वक्तुं शक्नोति वा भगिनि सर्वे भवन्तु सुखिनः सत्यं समीचीनं सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरि ओम् धन्यवादः धन्यवादः भगिनि धन्यवादः नमस्कारः अग्रिमे धन्यवादः नमस्कारः धन्यवादः धन्यवादः